नमस्कारः. अद्य नूतनकरपत्रम् आरभ्यते, तर्हि आरम्भतः वयं पठेम. सरला भगिनी करोति किल. यङ्ग् लुगन्तदातवः. यङ्ग् लुगन्तधातवः. यङ्ग् लुगन्तधातूनां निर्माणावसरे आर्धधातुकप्रक्रिया आश्रियते. आर्धधातुकप्रक्रिया उच्यते यदा धातुभ्ययः प्रत्यविधीयते, स आर्धधातुकसंज्ञकः. इयम् आर्धधातुकप्रक्रिया उपपद्यते त्रिषु स्थलेषु. प्रथमम्, आतिदेशकधातूनां साधनावसरे धातुभ्यये धातुप्रत्ययाः विधीयन्ते, ते आर्धधातुकसंज्ञकाः, यथा सन्, णिच्, यङ् इति द्वादश धातुप्रत्ययाः. द्वितीयं, मकाराणां तिङन्तसाधनावसरे धातुभ्यः विकर्णप्रत्यय यथा लृटि, स्य अथवा यः तिङ् प्रत्यय यथा आशीलिङि, यात् विधीयते, स आर्धधातुकसंज्ञकचेत्. तृतीयं, कृदन्तसाधनावसरे धातुभ्यः कृत् प्रत्ययः विधीयते, स आर्धधातुकसंज्ञकचेत्. अतः आहत्य आर्धधातुकप्रक्रिया घटिता. आतिदेशकधातून् निर्माणे, लकाराणां तिङन्तनिर्माणे, कृदन्तनिर्माणे च. अत्र यङ् लुगन्तस्य आर्धधातुकप्रक्रिया आतिदेशकधातुनिर्माणम् एव. एकवारम् आतिदेशकधातु यदा सिद्ध, ततः अग्रे तिङन्तसाधने केवलं सन्धिकार्यम्. सो यङ् लिगन्तधातूनाम् इति पाठमस्ति. यङ् यङ् प्रत्ययः अस्ति, यङन्तप्रत्ययासि आर्धधातुकप्रत्ययाः सन्ति. तत्रापि आर्धधातुकप्रक्रिया भवति. आर्धधातुकप्रक्रिया कुत्र कुत्र भवति, तस्य त्रिषु स्थलेषु भवति. एकमस्ति तत्र धातु प्रत्यय आर्धधातुक संज्ञक अस्ति, तत् तदा भवति. यथा वयं जानीमः रिच् प्रेणार्थे रिच् अस्या हेतुमति अनेन अस्य आगच्छति. सन् इति सनाद्यन्तधातवः भवति. यङ् इति सो इति आर्धधातुकसंज्ञकप्रत्ययाः सन्ति. तेषां योजनेन आतिदेशकधातूनां निर्माणं भवति. द्वितीयमस्ति यदि लकाराणां साक्षात् तिङ्प्रत्ययानां यत् विकरणप्रत्ययोज्यते, यत् प्रत्ययोज्यते तत् यथा लुट् इति अनेन तत्र आर्धधातुकप्रत्ययः भवति. तत्र अपि धातु यत्र लकाराणां प्रत्यय यत् साक्षात् प्रत्ययः तिङत् धातुतः विधीयते. तृतीयमस्ति कृदन्त अवस्थायां यत्र केचन कृदन्त कृद्धातवः आर्धधातुकसंज्ञकसन्ति, यथा कित् प्रत्ययः कित् प्रत्ययः इति. केवलं शत्र शानश्चे त्रिंशत् सार्वधातुकमनेन ते सार्वधातुकप्रत्ययाः सन्ति. अन्याः अवशिष्टा आर्धधातुकसंज्ञकः सन्ति, तत्र आर्धधातुकप्रक्रिया आगच्छति. तर्हि यथा भगिन्या उक्तमासीत्, यत्र सनाद्यन्ता दातवः इत्यस्मिन् यत्र द्वादश प्रत्ययः धातुप्रत्ययः आगच्छन्ति, अनन्तरं लकारस्तिङन्त यत्र लुट् लकारः इति, केचन लकाराः पूर्वमेव पाणिनिना आर्धधातुकाः इति विदिताः सन्ति. अनन्तरं केचनाः तु मध्ये विकरणप्रत्ययस्य आगमनेन यत् लृट् इत्यस्य प्रत्ययः आयाति इति कृत्वा आर्धातुक प्रक्रिया भवति तेषाम्. अनन्तरं कृत् इत्यस्मिन्नपि आर्धातुकसंज्ञा, यत्र आर्धातुककृत् प्रत्ययः अस्ति चेत् आर्धातुकप्रक्रिया भवति इति समीचीनम्. अग्रे इदानीं वयम् आशीलिङ्ग् इति पठितवन्तः, तत्रापि आर्धधातुकप्रक्रिया आगच्छति. आशीलिङ्ग् आशीष केन सूत्रेण आशीलिङ्ग् लिङ्गाशीष लिङ्गाशीषे पाणिनिना विहितम् अस्ति खलु आर्धातुक. अपि यदि आर्धधातुकप्रत्ययसंयोजने धातुनिष्पन्नं भवति भगिनि तृतीयस्य कृदन्तावसरे अपि यत्र आर्धातुकसंज्ञा इति कृत्वा एकम् उदाहरणं वदतु, सार्वधातुकसंज्ञा इति कृत्वा एकम् उदाहरणं वदतु। अस्तु, यदि गम् धातु यदि स्वीकुर्मः गम् योग यत् शप् इति द्वादिगणीय धातु अस्ति, कर्तरि शप् आगत्य तत्र लकारविवक्षा अस्ति, लकार तत्र कर्तरि शप् आगच्छति, गम् योग गच्छति इति भवति। अहं विश्रमति भगिनि किम् अस्ति, गच्छ कथं भवति, गच्छति इति भवति, इति सार्वधातुकप्रत्ययः अस्ति इति। गम् यदि कित् प्रत्यय योजयामः, कित् इति आदितो अद्यन्तटाकितो येन तत्र आर्धधातुकप्रक्रिया आगच्छति, कित् इति अपित् अस्ति, अपि गम् इति अनदितं हलन्त्यं मकारस्य लोपः भवति, तद् दत्त इति भवति, तत् आर्धधातुकप्रक्रिया भवति। कृत् प्रत्ययस्य विषये उक्तवती किं भगिनि, उदाहरणं कृत् प्रत्ययः कः? अनन्तरं यत्र कृत् प्रत्ययः सार्वधातुकः अस्ति तस्मिन् उदाहरणं वदति किं तस्य? शत्रु प्रत्ययः वयं दृष्टवन्तः, तत्र वयं दृष्टवन्तः कथं प्रक्रिया भवति, तत्र शत्रु शान्त सार्वधातुकसंज्ञक कृत् प्रत्ययः इति वयं दृष्टवन्तः। गच्छन्ति भवति गम्यमानं भवति तत्र साधु, तत्र गम्यते इत्यस्य गम्यमानम् इति भवति, यदि यत्र कर्मणि इत्यस्य शानच् रूपमस्ति गम्यमान इति, तर्हि शत्रु शानच् उभयत्र अपि शानच् षित् अस्ति इति कृत्वा, शत्रु अपि षित् अस्ति इति कृत्वा तिंषित् सार्वधातुकम् अनेन सूत्रेण सार्वधातुकसंज्ञा प्राप्नुवन्ति इति कृत्वा कृत्वतेः शत्रु शानच् उभयत्र अपि सार्वधातुकसंज्ञकः अस्ति। तद्विहाय अनेकानि प्रायः अन्यानि अपि तथा सन्ति स्युः यत्र षित् सन्ति कृत् प्रत्याः, ये षित् सन्ति ते अपि सार्वधातुकसंज्ञां प्राप्नुवन्ति, किन्तु वयं न पठितवन्तः, किन्तु सामान्यतया वयं ये ये कृदन्ताः वयं पठितवन्तः, उदाहरणार्थं ल्युट् इति क्वान्त युक्तप्रत्ययः तवत् प्रत्ययः, ते सर्वे तु आर्धातुकसंज्ञकाः सन्ति। किमर्थम् इत्युक्ते तत्र तु तिङ्प्रत्ययः, ते तु तिङ्प्रत्ययः न सन्ति, अनन्तरं षित् अपि न सन्ति इति कृत्वा आर्धातुकसंज्ञकाः भवन्ति। भगिनि मम एकः प्रश्नः अस्ति, अत्र प्रथमवाक्यम् अस्ति यङ् लुगन्तधातुना निर्माणावसरे आर्धधातुकप्रक्रिया आश्रीयते इति कर्मणि प्रयोगे वाक्यम् अस्ति साधु। आं भगिनि, सो आश्रीयते धातु कथं भवति? श्रीधातुः अस्ति खलु, श्री अस्ति, तस्य दीर्घत्वं भवति, इकारस्य दीर्घत्वं भवति, यक् प्रति अक् अक् सार्वधातुको दीर्घः इति सूत्रेण। अस्तु, श्रीधातु अस्ति सर्गः, अपि तत्र विधीयते, तत्र धातु वित् अस्ति साधु, द्वितीय वाक्यं प्रत्ययः विधीयते, तदपि कर्म इति मन्ये भगिनि, वि उपसर्गपूर्वक धा धातुः अस्ति, धा धातु अस्तु अस्तु, अहं विद् इति चिन्तयं चिन्तयति अस्मि, अस्तु अस्तु, धन्यवादः, तत्र ईकार भवति, आम् धन्यवादः, अस्तु मणिमहोदय पठति अग्रे। प्रक्रिया अनिडादेषु अन्यतमा, अत्र यङ् प्रत्ययः विधीयते यः वलादिः नास्ति तदा तस्य च यङ् प्रत्ययस्य लुक् भवति, अतः इडाहमस्य अवसरे न भवत्येव, प्रेरणार्थे निच् कर्मणि भावे यक् परस्मपिति आशीर्लिङ् यङ् लुगन्धाः यङन्दाः च इत्येतेषु सर्वे अनिडादयः, क्रमेण येषां पाठः जायमानः, एतावता प्रेरणार्थे निच् कर्मणि भावे यक् प्रश्नमिति आचिर्लिङ्ग् इति एव समाप्तः. सम्प्रति यङ्ग् लुक् तदा यङ् अन्धः. यङ्ग् लुक् प्रथमं क्रियते यतोहि अस्मिन् यङ् निमित्तीकृत्य अङ्गकार्यं नास्ति. यङ्गि अङ्गकार्यस्य बहुल्यम् इति कारणेन अधिकं जाटिल्यम्. अनिडादीनां प्रक्रियानन्तरम् इडव्यवस्था तदा इडादीनां पाठः. यङ् लुक् प्रक्रिया अनिडादिषु अन्यतमः अत्र दत्तम्. अनिडादिषु इत्युक्ते इडाहम नास्ति इति अर्थः. आददात्कलादेश इति सूत्रेण वल् प्रत्ययः नास्ति चेत् तस्य वर्णस्य लोपो भवति. क्षमितां, वल् प्रत्ययः अस्ति चेत् इडाहम भवति, परन्तु उडाम अत्र यकारः यङ्लगन्धप्रक्रियाः अतः अत्र इडाहम नास्ति, तस्य लोपः भवति इति. कुत्र कुत्र इडाहम अतः इडाहम न भवति अत्र. कुत्र कुत्र इडाहम नास्ति इत्युक्ते प्रेरणार्थे निच् कर्मणि भावे यक् प्रश्नमिति आशील्यं यङ्गन्धः यङ् लुगन्धः यङ्गन्धः इत्येषु आनिडासु स्थलेषु भवति. अनन्तरम् एतावता प्रेरणार्थे निच् कर्मणि भावे यक् प्रश्नमिति आशील्यं इत्येव समाप्तः. इदानीं यङ् लुगन्धः पठामः, अनन्तरं यङ्गन्धनिर्माणं पठामः पठिष्यामः इति अत्र दत्तं महोदय. अनिडादीनाम् इडव्यवस्था अपि पठिष्यामः. अनेन प्रथमं वयं कृत्वा एते सर्वे वयं कृत्वा यङ् यङ्लुगन्तः सर्वं समाप्य अत्र तु इडागमः अनिट् सन्ति खलु. प्रक्रिया तु अनिडादि इति वयं वदामः, इडागमः न भवति. एते वयं सर्वे एतानि सर्वाणि वयं समाप्य तदनन्तरं वयम् इडागमः कः इत्युक्ते कः विषयः इति पठित्वा तदनन्तरं येषु प्रत्ययेषु इडागमः इडादीनां विषये वयम् अनन्तरं पठामः इति. अत्र किमर्थं यङ् यङ् लुक् इति यङ् इत्यपि भवति, अनन्तरं यङ् लुक् इत्यपि सन्ति खलु उभयत्र. तत्र हि प्रथमं वयं किमर्थं यङ् लुक् पठामः इत्युक्ते यत्र यङादि यङ् भवति चेत् प्रत्ययः लुक् न भवति चेत् तत्र यङ् लुक् यत्र लुक् न कुत्र भवत् न भवति तत्र तु यङ् इति अधिकृत्य अङ्गकार्यं पुनः भवति इति कृत्वा प्रथमं यङ् लुक् वयं पठामः. तत्र यङ् इत्यस्य लुक् भवति खलु, लुक् इत्युक्ते पूर्णतया अपगच्छति इति कृत्वा लुक् भूत्वा अत्र यङ् प्रतिनिमित्तिकं कार्याणि न भवन्ति इति कृत्वा प्रथमं तत् समाप्य वयम् अनन्तरं यङ् इति वयं पठामः इति यङन्तानां निर्माणं कुर्मः. यङ् लुगन्तानां कृते यङ् इत्यस्य पूर्णतया लुक् भवति खलु इति कृत्वा तत्र अङ्गकार्यं न भवति. यङ् अधिकृत्य अङ्गकार्यं न भवति, किन्तु भिन्नकार्याणि सन्ति. तत्तु वयं पश्यामः अनन्तरं. पुनः किञ्चित् कार्यं किम् अस्ति इत्युक्ते यङ् इति यत्र आयाति सर्वत्र बाहुल्यम् अस्ति इति महोदय अधुना एव निर्दिष्टवान्. अग्रे गत्वा भ्रमः भवति एव, जाटिल्यमेव अस्ति. किमर्थम् इत्युक्ते सर्वत्र यङ् विधानं वा तथा न भवति, कुत्रचित् कार्याणि भवन्ति कुत्रचित् न भवन्ति इति. बाहुल्यं जाटिल्यमपि द्वयोः समानार्थः. बाहुल्यम् इत्युक्ते वयं जानीमः खलु बहुलम् इति वयं वदामः खलु, यत्र सूत्रेषु बहुलम् इति आयाति. वैकल्पिकविषयाः कुत्रचित् भवन्ति कुत्रचित् न भवन्ति इति वैकल्पिकविषयाः अनेकाः भवन्ति. वैकल्पिक इत्युक्ते उभयत्र भवति इति नास्ति, कुत्रचित् भवति कुत्रचित् न भवति, कुत्रचित् नित्यं भवति कुत्रचित् वैकल्पेन भवति इति भिन्नभिन्नविषयेषु रीत्या निवृत्तिः अस्ति कुत्र प्रवृत्तिः अस्ति इति कृत्वा एव जाटिल्यं भवति. निश्चयेन अस्माभिः वक्तुं न शक्यते एवं भवति इति, पठित्वा एव अवगम्य एव अस्माभिः ज्ञातुं शक्नुमः. अस्तु, धन्यवादः. अहम् अस्तु पुष्पा भगिनी पठति म्यूट् कृतवती भगिनी ध्वनिः आसीत् भवत्याः दूरवाण्याः म्यूट् करोमि एकवारं क्षम्यताम् अत्र अस्तु तर्हि न तर्हि तर्हि हा तर्हि प्रश्नः अधुना अधुनापि अस्ति प्रत्यया इति तृतीयपङ्क्तिः भगिनि आरम्भतः तृतीयपङ्क्तिः यङ्गुगन्तदातवः इति यङ्गुगन्त हा तर्हि यङ्गोचि तद् न भगिनि तस्मात् अपि पूर्वं तृतीयपङ्क्तिः न धातुलोपः तृतीयपरिच्छेद आरम्भत भगिनि तर्हि आर्धधातुकप्रक्रिया उच्यते तर्हि आर्धधातुकप्रक्रिया उच्यते यदा धातुभ्यः यः प्रत्ययः विधीयते सः आर्धधातुकसंज्ञकः अस्य एकं फलम् इदम् अस्य एक डिसपियर्ड् जीस् जस्ट् अ लिटल् टर्न् ओके अस्य एकं फलम् इदं यत् कर्तृशप् इत्यस्य प्रसक्तिः नास्ति कर्तृशप् इत्यनेन धातोः शप्रत्ययः परश्च कर्तरि सार्वधातुके धातुभ्यः विधीयमानप्रत्ययः आर्धधातुकः चेत् शप् न भवति न वा शपं प्रभाद्य ये गणं अवलम्ब्य विशिष्टविकरणप्रत्ययाः ते अपि न भवन्ति शपः अभावे आर्धधातुकप्रक्रियाः धातुगणेन साकं न कोऽपि सम्बन्धः सर्वान् धातून् सङ्ग्रह्य प्रत्येकं धातोः अन्तिमवर्णम् अनुसृत्य पुनः विभज्य श्रेणीकार्यं भवति अत्र आर्धधातुकप्रक्रिया इति उच्यते चेत् यदा धातुभ्यः प्रत्ययः विधीयते सः आर्धधातुकप्रक्रिया अस्ति चेत् तत् आर्धधातुकसंज्ञकः इति वदामः अस्य कर्तृशप् प्रसक्तिः नास्ति फलं यत् कर्तृशप् इत्यस्य प्रसक्तिः नास्ति परन्तु श आगच्छति किमर्थं शप् न विधीयते आर्धधातुकप्रक्रियायां कर्तृशप् अत्र शप् अनुवृत्तिः अस्ति आरुधातुके परे एव कर्तरिषप् विधीयते कर्तरिषप् आर्धातुकपरे न विधीयते न विधीयते सार्वधातुके इति धातो शप् प्रत्ययः परश्च कर्तरिषा सार्वधातुके अस्तु अत्र चेत् शप् न भवति तदेव इदानीं विशिष्टविकरणप्रत्ययाः तेपि न भवति तदेव न भवति तर्हि शप्रभादि अन्ये प्रत्ययाः अपि न आगच्छन्ति तर्हि धातुगणाः न भवन्ति एव धातुगणाः न भवन्ति कृत्वा सामाजिकसार्वधातुकप्रक्रियां वयं कथं वयं विभजनं कुर्मः वादिगणः दिवादिगणः चुरादिगणः इति विभजनं कुर्मः खलु तादृशं गणस्य गणाः एव न सन्ति तर्हि अस्माकं पठनं कथं भवति इत्युक्ते धातोः अन्तिमवर्णं स्वीकृत्य स्वीकृत्य अन्तिमवर्णम् अकार इकार उकार हल् अथवा आदुग्धातुकस्य सेव इड्वलादे देहे इत्यनेन इदागमः भवति न वा इति विवेचनीयम् यथोक्तम् अत्र यङ्लुकि इदागमस्य अवसरः नास्ति अत्र आर्धधातुकस्य इल इड्वलादे कार्यं करोति वा इति चिन्तनम् अस्ति. परन्तु यङ्ग्लुकि धातुप्रक्रिया इडागमः न अवसरः एव नास्ति इति. आर्धधातुकस्य इड्वलादेः अत्र आर्धधातुकप्रत्ययस्य आदौ वल् प्रत्याहारे अन्यतमवर्णः अस्ति चेत् तस्य इडागमः भवति आदौ. वलादेः आर्धधातुकस्य इडागमः स्यात्. इट् आगमः अन्तिमवाक्यम् अस्तु. अनुवृत्तिसहितसूत्रम् अङ्गात् वलादेः आर्धधातुकस्य इट् आर्धधातुकस्य इट् अङ्गात् वलादेः वल् वल् प्रत्ययः अस्ति चेत् वल् प्रत्याहारे कश्चन वर्णः अस्ति. अत्र आदिमवर्णः वल् अस्ति चेत् प्रत्ययस्य आदौ वल् वल् अस्ति चेत् अन्यतमवर्ण अस्ति चेत् तस्य इडागमः भवति. इडागमः भवति अङ्गात् परे इति. अङ्गात् परे अङ्गात् अस्ति अङ्गात् परे अङ्गात् परे अस्तु. धन्यवादः भगिनि. पुनः सरला भगिनि. यङ् प्रत्ययः केभ्यः धातुभ्यः विधीयते केषु च अर्थेषु? द्वादशसु धातुप्रत्ययेषु यङ् प्रत्ययः अन्यतमः. वारं वारम् अथवा अधिकाधिकम् इत्यस्मिन् अर्थे भवति. यथा रिच् अपि च सन् अस्य यङ् प्रत्ययस्य धातुना संयोजनेन नूतनधातुः निर्मितः भवति. तदा यङन्तधातुः इति वदामः. यङ् प्रत्ययस्य किञ्चन वैशिष्ट्यम् अस्ति यत् तस्य लोपः लुक् अपि भवितुम् अर्हति. यत्र यङ् लुक् भवति तत्र यङ् लुगन्तधातुः इति उच्यते. यङन्तानां यङ् लुगन्तानां च अर्थः समानः परन्तु रूपं भिद्यते. द्वादश प्रत्ययेषु धातुप्रत्ययेषु यङ् प्रत्ययः अन्यतमः अस्ति. यङ् प्रत्ययः अर्धधातुकम् अस्ति. तस्य अर्थम् आगच्छति वारं वारम् अधिकाधिकम् इति अर्थे यदि संयोजनं भवति धातुतः विवक्षा अस्ति तत्र यङ् प्रत्ययः योजनीयं भवति. यथा निश्चिति प्रेणार्थे भवति सन् अस्य तयोः अर्थं भिन्नम् अस्ति. तस्य योजनेन नूतनधातुः निर्मीयते. नूतनधातुः इति वयम् आतिदेशकधातुः वदामः. तथैव यङ् प्रत्यययोजनेन नूतनधातुः निर्मीयते. तस्य नामकरणं भवति यङन्तधातुः. यदि प्रत्ययविशिष्टम् अस्ति अत्र यत्र यङ् धातु यङ् प्रत्यय धातुतः विधीयते तत् नामकरणं भवति यङन्तधातुः. यत्र यङ् विधानं भूत्वा तस्य अनन्तरं लुक् भवति तस्य नामकरणम् आगच्छति यङ् लुगन्तधातु. द्वयोः रूपभेदं द्वयोः मध्ये रूपस्य भेदम् अस्ति किन्तु अर्थः समानम् अस्ति वारं वारं वाधिकाधिकम्. उदाहरणं यथा पठ्ययोगयङ् पापठ्य इति यङन्तधातु. पठ्ययोगयङ् पापठ्य यङ् लुक् पापठ् इति यङ् लुगन्तधातु. पापठ्य इति अदन्तधातु पापठ् इति हलन्तधातु. रूपं भिद्यते किन्तु अर्थः समान. यङ् लटि पापठ्यते यङ् लुगन्त लुगन्तस्य लटि पापठ्यते. उभयत्र वारं वारम् अथवा अधिकाधिकं पठति इत्यर्थः. उदाहरणम् अस्ति यदि यङ् प्रत्ययधातुतः विधीयते पट् धातु स्वीकुर्मः यङ् इति आधधातुकप्रत्ययः. सो केवलम् अत्र वर्णमेलनं कार्यं भूत्वा पापठ्य इति नूतन अतिदेशकधातु निष्पद्यते तस्य नामकरणमस्ति यङन्तधातु पठ् योग यङ् योग पापठ्य तदनन्तरं यङ् लुक् भवति पापठ्यति रूपं भवति तस्य नामकरणमस्ति यङ् लुगन्तधातुः पापठ्य इति पापठ्य यकार यदि य अस्ति अन्ते अस्ति तत् अदन्तधातु भवति पापट् इति हलन्तधातु भवति द्वयोः रूपं भिन्नम् अस्ति किन्तु अर्थं समानम् अस्ति अधिकाधिकं वा वारं वारम् इति प्रश्न अग्रे पठामि वा मणिमहोदय पठति तर्हि यङ् प्रत्ययः वारं वारम् अथवा अधिकाधिकम् इति सामान्य अर्थः व्याकरणे अस्य एव अर्थस्य व्यक्तीकरणार्थं क्रियासमापिकारः इति पदं भवति पौनः पुण्यं बृजाश्च क्रियासमापिकारः इति सम्प्रति द्रष्टव्यं कुत्र यङ् प्रत्ययः अस्मिन् समानार्थे भवति कुत्र च अपरस्मिन् विशिष्टार्थे भवति इति इत्यस्य अर्थः दत्तं वारं वारम् अधिकाधिकम् इति इत्यस्य अर्थेन यङ्लुगतः भवति इति महोदय अत्र पौनः पुण्यं वृजार्ष इति अर्थं जानामि तदेव अर्थः महोदय क्रियासमभिहारः इत्युक्ते किम् इत्युक्ते पौनपुण्यम् इत्युक्ते पुनः पुनः इति अर्थः पौनपुण्यम् इत्युक्ते पुनः पुनः पौनपुण्यम् इत्युक्ते पुनः इस् ईक्वल् टु पुनः पुनः तर्हि क्रियासमभिहारः इत्यस्य अर्थः कः पुनः पुनः इत्युक्ते क्रियासमभिहारः इति तस्य शब्द तत्र समानर्थकाः शब्दाः इति वदामः खलु पुनः पुनः इत्युक्ते पौनपुण्यम् इत्युक्ते तस्यैव नूतनशब्दं कृतमस्ति क्रियासमभिहारः इति व्याकरणे अनन्तरं वृषं वृषम् इत्युक्ते माता वृषं निन्दति पुत्रं वृषं निन्दति इत्युक्ते अधिकं निन्दति इति अर्थः अस्ति खलु वृषं ताडयति वृषं निन्दति वृषं पठति इत्युक्ते अधिकं करोति इति तर्हि अधिकम् इति अर्थः अस्ति वृषम् इत्यस्य तर्हि पुनः पुनः इत्यर्थे इत्यस्य अर्थः अपि क्रिया इत्यर्थे अपि क्रियासमभिहारः इति आगच्छति नो चेत् वृषम् इत्यर्थे अपि क्रियासमभिहार अधिकम् अधिकम् इत्यर्थे अपि अस्तु धन्यवादः महोदय पठामि महोदय सूत्रं धातोरेकाचो हलादेः क्रियासमापिकारे यङ् वारं वारम् अथवा अदिश्यार्थे हलादिः एकाच् धातुभ्यः यङ् प्रत्ययो भवति मौनः पुण्ये वृजार्षे च द्योत्ये धातोरेकाचो हलादेर् यङ् स्यात् एकाच् यस्मिन् च एकाच् बहुव्रीहि तस्मात् एकाचः हल् अदिर्यस्य सः हलादिः बहुव्रीः तस्मात् हलादेः क्रियायाः समाभिहारे क्रियासमभिहारः षष्ठि तत्पुरुषः तस्मिन् क्रियासमासमाभिहारे धातोः पञ्चम्यन्तम् एकाच् पञ्चम्यन्तम् हलादेः पञ्चम्यन्तं क्रियाभिसमहारे सप्तम्यन्तं यङ् प्रथमान्तम् अनेकप्रथमन्तं सूत्रम् प्रत्ययस्य परश्च इत्यनयोः अधिकारः निवृत्तिसहितसूत्रम् एकाच् हलादेः धातोः यङ् प्रत्ययः पर क्रियासमभिहारे अत्र धातुर् यदा यङ्लुगन्धप्रत्ययः भवति इति अत्र दत्तं वारं वारम् अथवा अधिकाधिकम् इत्यस्य अर्थेन भवति अनन्तरं यदा धातुः हल् अस्ति आदौ हल् अस्ति अनन्तरम् एक एव अच् अस्ति तस्य एव यङ्प्रत्ययः भवति इति एकमपि वक्तुमिच्छामि पूर्वतने वाक्ये अपि उक्तमासीत् सम्प्रति द्रष्टव्यं कुत्र यङ् प्रत्ययः अस्मिन् सामान्यार्थे भवति अस्मिन् सामान्यार्थे इत्युक्ते पुनः पुण्यं वृषार्थे इति अर्थः क्रियासमभिहारे अर्थे यङ् प्रत्ययः विधीयते तत्र तु वयं सामान्यविधानम् इति वदामः अपरत्र अपरस्मिन् इत्युक्ते अन्यत्र तु विशिष्टार्थे अपि भवति इति अस्य क्रियासमभिहारार्थे यङ् न भवति, किन्तु विशिष्ट अर्थस्य कृते यङ् भवति. यत् पूर्वमेव महोदयेन उक्तम् आसीत् खलु, यङ्विधानं बाहुल्यं जाटिल्यं च इति उक्तवान्. अतः तर्हि सामान्य अर्थेषु क्रियासमभिहार अर्थेषु यत्र यङ्विधानं भवति सामान्यविधानं, तत्र तु क्रियासमभिहारार्थे यङ् विधीयते इति प्रथमविषयः. अनन्तरं कुत्रचित् केभ्यः धातुभ्यः विशिष्टार्थार्थे अर्थस्य कृते भवति, तत्तु अनन्तरं पश्यामः. किन्तु प्रथमं कुत्र क्रियासमविहारते कुत्र भवति इति विधानं कुत्र भवति इति प्रश्ने सति धातोरेकाचो हलादेः क्रियासमविहारे यङ् इति सूत्रमस्ति तस्य कृते. तर्हि यत्र यत्र क्रियासमविहारार्थे यङ् भवति, क्रियासमभिहारार्थे इत्युक्ते पुनः पुण्यं पौनपुण्यं भृशार्थश्च इति अस्ति. तस्य कृते कुत्र भवति इत्युक्ते केभ्यः धातुभ्यः भवति, एकाचः हलादेः धातोः भवति इति. प्रश्नः अस्ति वा अत्र? निमित्तानि त्रीणि सन्ति साधु, क्रियासंहारे हलादो अपि एकाच धातु भवति, क्रियासमभिहारे इति तत्र सप्तमी किमर्थम् अस्ति विषये तस्य च वारं सप्तमी तस्य क्रियासमभिहारे विषये. केभ्यः धातुभ्यः भवति, कीदृशेभ्यः धातुभ्यः? एकाच वा हलादि धातो भवति, एकाच वा इति एकाच हलादि एकाच अपि भवतु, हलादिः अपि भवति चेदेव. यदि एकाच अस्ति किन्तु हलादिः नास्ति, अजादिः अस्ति भवति वा? न भवति. तथा एव हलादिः अस्ति किन्तु एकाच नास्ति, उदाहरणार्थं जागृधातुः अनेकाच अस्ति वा? अनेकाच अस्ति, हलादिः अस्ति किन्तु अनेकाच अस्ति चेत् अपि न भवति. अनन्तरम् अनेकाच् अस्ति, अजादि अस्ति, तत्र भवति वा? न भवति. तत्र अनन्तरं क्रियासमभिहारस्य नास्ति, तत्र भवति वा? सामान्यतः न भवति. तर्हि तत्र प्रश्नः नास्ति खलु, अत्र सम्यक् अस्ति. अस्तु अग्रे पठेम वयं. पुष्पा भगिनी अग्रिमपङ्क्तिं पठति किं भगिनी? अनेन बोधः अनेन बोधः भवति यत् यङः त्रीणि निमित्तानि विविक्षा क्रियासमः इदानीं वदामः न क्रियासमभिहारे भवेत्, धातुः हलादि भवेत्, धातुः एकाच् भवेत्, त्रिषु अन्यतमः नास्ति चेत् यङ् न भवति. यथा जागृधातुः हलादिः किन्तु अनेकाच्, अतः जागृधातोः यङ् प्रत्ययः न भवति. ईक्ष धातुः एकाच् किन्तु अजादिः धातुः क्षकारः न ईक्ष ईक्षते इति अस्ति खलु, पश्यति इति अर्थे किम् ईक्षते? ईक्षते इति अस्ति खलु आत्मनेपदी धातुः, ईक्षते पश्यति इति. अजादिः कथम् आगच्छति भगिनि? अङ्ग ईक्ष अजादिः अस्ति खलु, ईकारः अजादि अस्ति खलु, अजादिः ईक्षते पूर्वे अजादि अस्ति. अतः ईक्ष धातोः यङ् प्रत्ययः न भवति. परन्तु भूधातुः हलादिः अपि अस्ति, एकाच् अपि अस्ति. भू अतः भू धातोः यङ् प्रत्ययः भवति. इदानीं विवरणं कृतं वयं विवक्षा क्रियासमभिहारे धातुः हलादिः अथवा धातु एकाच् भवेत् चेत् ते सर्वे कार्याणि कर्तुं शक्नुमः. यङ् अस्ति तत्र एक अन्यतम कोऽपि प्रसङ्गे न भवति, तथा जागृदातु एकाच् नास्ति, ईक्ष् तु अजादि परे पूर्वे अजादि अस्ति, तथैव यङ् प्रत्ययस्य कार्यं न भवति. समीचीनं. अन्यदपि वक्तुम् इच्छामि अत्र उदाहरणार्थम् एकम् उदाहरणं वदामि वाक्यं. गृहम् आगतायै पुत्र्यै पिता पापच्यते इति, पुनः पुनः पचति इति अर्थे अधिकं पचति. ज्वल्यते, ज्वल्यते अधिकं ज्वलनं करोति इति, ज्वल्यते इति. अधुना किम् उक्तमस्ति इत्युक्ते अन्यत्र पठित्वा वदामि, अत्र उपसर्गः अस्ति चेत् उपसर्गसहितं यत् अस्ति वयं तत्र तु यङ् विधानं न भवति यदि उपसर्गसहितं वयं धातुः अस्ति चेत्. उपसर्गसहितानां धातूनां यङ् विधानं न भवति, केवलं साक्षात् यत् धातुः अस्ति तस्य एव यङ् विधानं भवति इति. अस्तु, अधुना ईक्षते इत्यस्य अजादिधातुः, जागर्ति इति धातुः अनेकाच् अस्ति इति उक्तवन्तः खलु, इति कृत्वा यङ् विधानं न भवति. तर्हि वयं यदि पुनः पुनः इति वक्तुम् इच्छामः चेत् वाक्यं कथं भवति, कथं वक्तुम् अधिकं वा इति वक्तुं इच्छामः चेत् केवलं पुनः पुनः इति शब्दम् उक्त्वा वयं तावदेव भृशं जागर्ति, पुनः पुनः जागर्ति, तथैव रामः सीतां भृशम् ईक्षते, नो चेत् पुनः पुनः ईक्षते इति वदामः. शिशुः रात्रौ पुनः पुनः जागर्ति इति वदामः, तावदेव. अस्तु, अनन्तरमपि तत्र दत्तमस्ति किमित्युक्ते अत्र न किं भ्रमः मास्तु, किन्तु अत्रापि यङ्विधानं यद्यपि उक्तमस्ति हलादि एकाच् धातुः अस्ति चेत् तत्र यङ्विधानं भवितुम् अर्हति इत्येव मन्तव्यं, सर्वत्र भवति इति नास्ति इति दत्तमस्ति. कुत्रचित् कुत्रचित् किम् अस्ति भृशार्थे केषाञ्चन धातूनां न भवति, पुनः पुण्यार्थे एव भवति इति, अन्यत् किं सर्वम् अस्ति तत्तु वयम् अधुना त्यजामः, किन्तु केवलं तावत् पर्याप्तं. सामान्यधातुः भवतु, उपसर्गसहितं मास्तु इति स्मर्तव्यं. वयम् इति पठितवन्तः केषां केचन अपवादाः सन्ति, विशिष्टरूपाणि आगच्छन्ति. अग्रे तर्हि पश्यामः. अरुणा भगिनी वदति. पठितवन्तः पुनः पुनः पुनः इत्यर्थे, अनन्तरं वृषम् इति अर्थे वयं तु यङ् विधानम् अस्ति इति कृत्वा सूत्रं किम् आसीत्, धातोरेकाचो हलादेः क्रियासमभिहारे यङ् इति पठितवन्तः खलु. केवलं हलादि एकाच धातूनां विषये तादृशविधानं भवति क्रियासमभिहारार्थे. समीचीनं भगिनि, अग्रे पठतु भगिनि. क्षम्यतां भगिनि, अहं न पठितुं शक्नोमि भगिनि, अहं महोदय अपि न गतवती. केवलं पठतु भगिनि. सूची सूत्रे भगिनि, सूची सूत्रे यङ् वक्तव्यम् इति वार्तिकमपि अस्ति इति वार्तिकेन सू न श्रूयते भगिनि, न शृणुमः भगिनि. शृणो वक्तव्यं मा विहारार्थे सूची सूत्री मूर्ति इत्येभ्यः त्रिभ्यः अनेकात् धातुभ्यः च अट् रु अश् इति चतुर्भ्यः अजादिधातुभ्यः यङ् प्रत्ययो भवति. पूर्वतने सूत्रे किमर्थम् एते न गृहीताः, किमर्थं वार्तिकस्य का आवश्यकता एतेषां धातूनां? कारणकि कानिचन परिगणितधातूनां प्रति इति सूची सूत्री मूर्ति इति अनेकाच सन्ति धातोः एकाचो हलादेः इति पूर्वतने सूत्रे उक्तमासीत्. एकाच न अपवादत्वेन अपवादत्वेन एते तु अनेकाचः सन्ति चेदपि क्रियासमभिहारार्थे यत्र पुनः पुनः क्रियासमभिहारः इत्युक्ते पुनः पुनः इत्यर्थे, नो चेत् भृशम् अधिकम् अधिकम् इत्यर्थे एतेभ्यः धातुभ्यः यङ् प्रत्ययः विधीयते. अनन्तरम् अन्यपि चत्वारि विशिष्टदातवः सन्ति, ये अट् ऋ अश् ऊर्णु इति. एते तु अट् ऋ अश् इति तु किम् अस्ति अजादिदातवः सन्ति इति कृत्वा हलादिधातुः नास्ति तथापि भवति इति. अनन्तरम् ऊर्णु इति धातुः अनेकाचित् जाति अपि अस्ति तथापि तस् धातोः तु यङ्प्रत्ययः भवति. कस्मिन् अर्थे भवति? क्रियासमभिहारार्थे भवति इति विशिष्टवार्तिकमस्ति वक्तव्यम् इति. अस्तु, प्रश्नः अस्ति वा? कष्टमस्ति. अग्रे सरला भगिनी, अग्रिमे. नित्यं कौटिल्ये गतौ कत्यर्थकधातुभ्यः कुटिलगमनार्थे एव यङ् प्रत्ययो भवति, क्रियासम्भ्यार्थे न भवति. गतिवचनाधातौ कौटिल्ये गम्यमाने नित्यं यङ् प्रत्ययो भवति. नित्यं द्वितीयान्तं क्रियाविशेषणं कौटिल्ये सप्तम्यमन्तं गतौ सप्तम्यन्तं त्रिपदं सूत्रं धातोरेकाचो हलादे क्रियासम्भारे यङ् इत्यस्मात् धातोः यङ् इत्यनयो अनुवृत्तिसहितसूत्रं धातोः यङ् नित्यं कौटिल्ये गतो. अत्र तृतीय अपवादम् अस्ति, सूत्रे दत्तमस्ति नित्यं कौटिल्यो गतौ इति. गत्यर्थकधातुभ्यः यदि कौटिलगमनार्थम् विवक्षा अस्ति तत्र यङ् प्रत्ययः विधीयते, तत्र क्रियासंहारति पौनःपुनम् इति वा अधिकाधिकम् अर्थं नास्ति. यदि गत्यर्थकधातुभ्यः कुटलगमन विवक्षा अस्ति, धातोः यङ् नित्यं कौटिल्ये गतो, धातोः इति पञ्चमी विभक्ति, तत्परे यङ् इति प्रत्ययः विधीयते, नित्यं भवति, तत्र विकल्पं नास्ति. कौटिल्ये गतो विवक्षा कुटिलगमनार्थम् अस्ति, गतौ इति गत्यर्थकधातव सन्ति इति. साधु इति अस्ति तृतीय. उपरि वयं दृष्टवन्तः अनेकाच धातवः अपि अजादिधातवः विकल्पेन यदि आगच्छन्ति अपवादत्वेन, इदानीं वयं दृष्टवन्तः क्रियासंहारे अर्थः नास्ति, किन्तु गत्यर्थकधातौ यदि कुटिल भावः अस्ति गमनार्थं, तत्र यङ् धातु यङ् प्रत्ययः विधीयते. अत्र प्रश्न उदेति यत् गत्यर्थकधातव के प्रायः 350 गत्यर्थकधातव सन्ति, ये धातव गमनार्थे सन्ति ते सर्वे गत्यर्थकाः. अत्र ध्येयं यत् केचन गत्यर्थकधातव अकर्मकाः, पुनः केचन सकर्मका. अनेन नित्यं कौटिल्ये गतौ इति सूत्रेण एव सर्वे गत्यर्थकधातवः अन्तर्भूता. अपरस्मिन् प्रसङ्गे गत्यार्थक कर्म कश्ल कर्म कशि कशिलशीङ्स्था स्तास वस जन रुह चीर्यति भ्यश्च इत्यनेन गत्यतक अकर्मक श्लिष शीङ स्था आस्वस जन रुह चीर्यतिभ्य धातुभ्य कृतप्रत्यय कर्तर्थके अपि विधीयते। अत्र गत्यर्थकधातव च अकर्मकधातव च पृथक् उक्ताः इत्यस्मात् गत्यर्थे सकर्मकधातूनाम् एव ग्रहणम्। अनेन सकर्मकगत्यर्थकधातुभ्य कर्तर्थे तप्रत्ययोः भवति। बालकः ग्रामं गतः अत्र भ्वादौ धावु गति शुद्धयो इति अकर्मकधावधातो अकर्मकत्वात् एव कर्तत्रे तप्रत्ययो भवति। किन्तु प्रकृते नित्यं पटले गतो इति सूत्रे सर्वेषां प्रत्यर्थकधातूनां ग्रहणम्। इदानीं महोदय लिखितवान् इति वदनेन किमर्थम् किं भगिनि प्रश्नः डजन्ट् वाक् स्ट्रैट्। सामान्यतया वयं यत्र मार्गे गच्छामः तत्र तु वयं तु साक्षात् गच्छामः खलु, किन्तु केचन जनाः सन्ति इतस्तत्र अटनं कृत्वा गच्छति खलु, अनन्तरं तेषां गमनमपि कदाचित् कौटिल्यं भवति शिथिलं गच्छति इति। सो आहत्य 50-30% गत्यर्थकधातवः सन्ति। वर्गे प्रश्नः आगच्छति आवली अस्ति वा गत्यर्थकधातूनां, महोदय उक्तवान् सः न जानाति, विद्याभगिनी उक्तवती यदि गति रिसर्च् इति यदि वदामः त आवली आप्नुमः, अहं न दृष्टवती। सो नित्यं कौटिल्यो गतो तत् अस्मिन् सूत्रे गत्यर्थक ये धातवः सन्ति सर्वेषां गत्यर्थकधातूनां ग्रहणं भवति। अत्र ये सकर्मका सन्ति अकर्मका द्वयोः ग्रहणम् अस्ति। किन्तु यदि प्रत्ययः अस्ति तत्र सूत्रे गत्यर्थक अकर्मक कशिलिश श्लिष शिङ्गस्ता आस वस जहरु जतिभि धातुव्यक्तप्रत्यय कतर्थके विधीयते। यदि कतर्थके धातु विधीयते तत्र गत्यर्थकधातु इति उक्तम् अस्ति केवलम् अकर्मकधातु एव भवेत् न तु सकर्मक तो इति दत्तमस्ति साधु। किन्तु बालक ग्राम गत तत्र ग्रामं गतः तत्र सकर्मक अस्ति साधु, तत्रापि कर्मकः अस्ति इति कृत्वा तत्र तु इत्यकर्तृत्वे तत्र गृहीतं भवति खलु। बालकः इति अस्य विशेषणरूपेण गतः इति गृहीतं सामान्यचक्रप्रत्ययः कर्मणि प्रयोगे न च कर्तके अस्ति इति सूत्रं कर्तके अस्ति दात् अत्र किम् इत्युक्ते अत्र नित्यं कौटिल्ये गतौ इति कौटिल्य इति नेगेटिविटि अत्र अस्ति इति स्मर्तव्यम्। यत्र साक्षात् न गच्छति नेगेटिव् इन् आर्डर् टु डिफैन् दट् नेगेटिविटि वि आर् यूसिङ्ग् यङ्ग् प्रत्ययः। किन्तु यत्र सामान्यतया पुनः पुनः गच्छति इति अर्थे तु पुत्रः मन्दिरं पुनः पुनः गच्छति इति वक्तुं शक्नुमः तावदेव इति पुनः पुनः इति उक्त्वा वयं वदामः। किन्तु वयं तथा एव नो चेत् अत्र यत्र यङ् प्रत्ययः विधानं भवति तत्र तु साक्षात् तत्र नेगेटिव् इति तत् तस्मिन् एव इट् कम्स् इन् द सेन्स् आफ़् द नेगेटिव् केस् रैट्। अग्रे अपि तथा अस्ति महोदय गौटिल् कौटिल्यमस्ति तत्रैव नित्यं भवति साधारणतया गत्यर्थके न नित्यं भवति वा किं महोदय कौटिल्ये गम्यमाने नित्यं यङ् प्रत्ययः भवति इत्युक्ते इन् द सेन्स् आफ़् द नेगेटिविटि रैट् वेर् इट् इस् क्रिकेट् वाकिङ्ग् तत्र तु गमनम् इति तत्र तु नित्यं भवति यङ् प्रत्ययः विकल्पेन इति नास्ति नित्यं भवति अनन्तरं क्रियासमविहारात् न भवति इति अस्ति अपि किञ्चित् वयं पश्यामः एवं पश्यामः चक्रं किम् अस्ति चङ्क्रम्यते इति वयं पश्यामः क्रम् धातोः क्रमति इति अस्ति खलु चङ्क्रम्यते इति पश्यामः चेत् सः चङ्क्रम्यते इति पश्यामः चेत् कुटिलं गच्छति इत्येव तत्र अर्थः अस्ति. अत्र तु चङ्क्रम्यते इत्युक्ते पुनः पुनः गच्छति इति आक्रमणं करोति इति क्रमति इति न अर्थः. अस्तु महोदय, मम प्रश्नः अस्ति अत्र गत्यकार्थकधातौ सन्ति अत्र साधारणतया तत्रापि भवति यङ् प्रत्ययः भवति, परन्तु कौटिल्ये नित्यं भवति. न न, कौटिल्यार्थे एव भवति इति भवति. गत्यर्थकधातुः क्रम् धातुः अस्ति, क्रम् धातुः हलादिः अस्ति, एकाच् धातुः अस्ति. तथापि पूर्वतनसूत्रा धातोः हलाद् एकाचो हलादेः क्रियासमभिहारे यङ् इत्यनेन यङ् प्रत्ययः क्रियासमभिहारार्थे नास्ति, तत्र न भवति, केवलं कौटिल्यार्थे भवति गम् धातुः गत्यर्थकारणात्. गत्यर्थकधातुः यूस्ड् अस् यङ् रैट्, यूस्ड् वित् यङ् इट् मीन्स् कौटिल्यं गच्छति, न तु इट् डस् नाट् मीन् पुनः पुनः करोति गच्छति, पुनः पुनः अधिकं गच्छति इत्यर्थे नास्ति इति. नार्मल् वाकिङ्ग् अत्र नास्ति. एनी टैम् वेन् यु सी यङ्ग् इट् जस्ट् मीन्स् कौटिल्यं गच्छति इति, इट् डस् नाट् मीन् समभिहारार्थे नास्ति इति. नित्यम् इति वदनेन किं गृहीतं बोधितं भवति इत्युक्ते कौटिल्यार्थे एव भवति इति, क्रियासमभिहार्थे न भवति इति तत्र गृहीत अर्थः जायते. तस्मिन् सूत्रे द्वयो सकर्मक अपि अकर्मक अत्र वार्त्न्यासे उक्तम् अस्ति नित्यम् इति ग्रहणं किमर्थं दत्तमस्ति इति. अत्र तु किम् अस्ति नित्यम् इत्यस्येन यङः नियमः प्रयोजनं यस्य तदोक्तं, तत्र तु नियमयति इति कृत्वा तत्र नित्यम् इति उक्तम् अस्ति. सर्वकालं गतिवचनात् कौटिल्ये एव भवति, न तु कदाचित् क्रियासमभिहार्थे कदापि न भवति इति तदर्थमेव नित्यम् इति गृहीतम्. अत्र नित्यम् इति न वैकल्पिकम् इति न बोधयति, अन्यत्र वैकल्पिकम् इति न बोधयति, नित्यम् इत्यनेन केवलं कौटिल्यार्थे एव प्रत्ययः विद्यते, क्रियासमभिहार्थे अन्य अर्थे न भवति इति. तर्हि तत्तु अवगतं खलु प्रश्नः. मणिमहोदय अस्तु महोदय. लुप सद चर जप जब तः तस गृभ्योः भावगर्हायां लुप् लुप् सद् चर् जप् जब् तः दः दस् गृ इति धातुभ्यः क्रियायाः भावगर्हार्थे एव यङ् प्रत्ययः भवति, अपरेषु अर्थेषु न भवति. भावशब्देन क्रियासङ्केतः क्रियायाः निन्दा अर्थात् समीचीनरीत्या क्रियासम्पन्नः इत्यस्मिन् अर्थे भावगर्हा उपयुज्यते. लुपश्च सदश्च चरश्च जपश्च जपश्च जपश्च दहश्च दश्च गृच्च तेषां त्रेत्रदन्तः लुप सद चर जप जप दह दश गरः तेभ्यः लुपसद चर जप जप जप दह दस् गृहभ्यः भावस्य हर्हा भावहर्हा यस्यां भावहर्हायां लुपसद चर जप जप दह दश गृहभ्यः पञ्चमीयन्तं भावगर्ह्यां सप्तम्यन्तं द्विपदमिदं सूत्रं नित्यं कौटिल्यं कौत गतौ इत्यस्मात् नित्यम् इत्यस्य अनुवृत्तिः धातोरेखाचोहलादेः क्रियासमासाधिकारे यङ् इत्यस्मात् यङ् इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं लुप सद चर चप जप दह दस गृभ्योः यङ् नित्यं भावहर्हायाम् अत्र किं दत्तमस्ति चेत् तेषां धातूनां जप् धातु जप् धातु चर् जप् जप् दह् दस् गृ इति धातु अत्र भवति अत्र क्रियाविषये भावकर्याः इत्युक्ते अत्र दत्तम् असमीचीनकार्यम् असमीचीनरीत्या कार्यं करोति इति अर्थः इति अहं चिन्तयामि. अत्र यङ् प्रत्ययः भवति अन्य अर्थेषु इति अर्थेषु एव भवति अन्य अर्थेषु न यङ् प्रत्ययः भवति इति अत्र दत्तम्. भावशब्देन क्रियासङ्केतः क्रियायाः निन्दार्थः सर्वमपि अस्ति असमीचीनम् इति इत्यस्य एव महोदय असमीचीनं करोति इत्यर्थे निन्दार्थे इत्युक्ते असमीचीनं गर्हा इत्युक्ते निन्दा इति असमीचीनं करोति इत्यर्थे अत्र किं दत्तमस्ति इत्युक्ते भावगर्हायाम् इत्युक्ते क्रियायाः भावः अस्ति गर्हारूपेण गर्ह यत्र गर्हार्थः भवति क्रियायाः भावस्य तत्र तु वयं यङ्प्रत्ययः भवति. यद्यपि एते दातवः हलादिः सन्ति अनन्तरम् एकाचपि सन्ति एकाचः अपि सन्ति तथापि क्रियासमभिहारे अत्रापि नित्यम् इति अनुवृत्तिः आगच्छति पश्यन्तु इति कृत्वा यद्यपि एते हलादेः सन्ति अनन्तरं हलादयः सन्ति अनन्तरं एकाचः सन्ति तथापि क्रियासमभिहारार्थे यङ् प्रत्ययस्य विधानं न भवति केवलं भावगर्हार्थे भवति इत्युक्ते असमीचीनं कुर्वन्ति असमीचीनं लुम्पति इति अर्थे लुप् धातुतः यङ् प्रत्ययः विधानं भवति असमीचीनतया चरति. अत्र पश्यतु चर् धातुः गत्यर्थकः अपि अस्ति अत्र तु कौटिल्यं परसूत्रमस्ति पश्यन्ति खलु तर्हि नित्यं कौटिल्ये गतौ इति तस्य अपवादत्वम् अस्ति खलु अस्य सूत्रस्य विशिष्टतया प्रतिपदोक्तत्वम् अपि अस्ति इति कृत्वा कौटिल्यं चरति इत्यर्थे अत्र यङ् प्रत्ययः नास्ति. किम् अस्ति असमीचीनं गच्छति इत्यर्थे चरति इत्यर्थे यङ् प्रत्ययः भवति. तादृशमेव सत्यं महोदय कौटिल्यम् इति असमीचीनम् इत्येव अर्थः प्रायः असमीचीनम् इत्यनेन बहु किमपि स्यात् खलु केवलं कौटिल्यम् इति नास्ति खलु असमीचीनतया गच्छति इति वदामः चेत् अत्र तु अनेके अर्थः इतोपि किमपि भवितुम् अर्हति खलु केवलं कौटिल्यमपि अन्यतमः अस्ति किन्तु अन्यत् अपि भवितुम् अर्हति खलु इति कृत्वा अनन्तरं किम् अस्ति अत्र तर्हि भावगर्हायाम् इति कृत्वा अत्र तु यः करोति यदि नाट् द काण्टेक्स्ट् आफ् द एण्टैर् सेण्टेन्स् रैट् केवलं तादृशकार्यं सम्यक् न करोति चेत् भावगर्हायाम् उदाहरणवाक्यमपि दत्तम् अस्ति अत्र यत्र उदाहरणवाक्यं वदामि अहं वृषलः मन्त्रं जपति इत्यस्मिन् वृषलः इति शूद्रः इति शूद्रः मन्त्रं जपति इति वक्तुमिच्छामः पुनः पुनः जपति इति वक्तुमिच्छामः तत्र तु वयं जञ्जप्यते इति न वदामः सः तु जपति इति अनेन इच्छन्ति तथापि तत्र तु सः सम्यक् जपति इति अर्थः अस्ति यत्र मन्त्रं जपति इत्यस्मिन् किन्तु यत्र वयं वटुः ब्राह्मणवटुः यः कोऽपि वटुः भवतु वटुः जञ्जप्यते इति वयं वदामः चेत् सः वटुः साधु वटुः पठतु सम्यक् एव किन्तु तस्य जपनं सम्यक् नास्ति इति अर्थः वटुः जञ्जप्यते इत्युक्ते वटोः जपनं सम्यक् नास्ति इति ओ अत्र अत्रापि नित्यं भवति नित्यं भवति सम्यक् न करोति पूर्णतया वाक्यस्य तु तत्र नाट् वित् रेस्पेक्ट् टु द एक्शन् दट् इस् बीङ्ग् पर्फार्म्ड् बट् जस्ट् किम् अस्ति तत्र भावार्थः यत् अस्ति तत् सम्यक् न करोति इति अर्थः तत्तत् तद् तदर्थम् आपोसिट् मीनिङ्ग् निन्दार्थे निन्दार्थे अस्ति गथायाम् इति अस्ति खलु सम्यक् न करोति इति तदेव आपोसिट् मीनिङ्ग् नास्ति सम्यक् न करोति इति अस्ति नेगेटिविटि अस्ति खलु अत्रापि अत्रापि अत्र नित्यं कौटिल्ये गतवती किन्तु ये धातव दत्तमस्ति लुप सत चर जपति सर्वे अलादि सन्ति एकाचपि सन्ति साधु आम् किन्तु एवं पश्यति वटुः वेदं जञ्जप्यते इति पठति तर्हि कः अर्थः बोधः जायते इत्युक्ते अन्य अत्र भावगर्हार्थः इति स्मर्तव्यं किमर्थम् इत्युक्ते जपधातोः जपधातोः यङ्लुगन्तरूपं प्रयुक्तम् अस्ति इति कृत्वा यङ्गन्तरूपं प्रयुक्तम् अस्ति इति कृत्वा अस्माभिः अवगन्तव्यं वटुः पुनः पुनः पठति इति तत्र न अर्थः किन्तु अर्थः नास्ति किन्तु असमीचीनतया पठति इति अर्थः इति पुनः पुनः इति अर्थः वा नो चेत् असमीचीनतया करोति नो चेत् कौटिल्यं सन्दर्भ दृष्ट्वा अर्थं गन्तव्यं भवति सन्दर्भमपि नास्ति दातुं दृष्ट्वा दातुं दृष्ट्वा सन्दर्भमपि दातुं दृष्ट्वा केवलं दातुं दृष्ट्वा जप् इति एकादशी किन्तु कथं सूत्रेण न भवति धातु एकाचो तदर्थं विशिष्टसूत्रमस्ति खलु अत्र अपवादत्वेन आगच्छति खलु यत्र अत्र नित्यं नित्यम् इति मूलेन तत्र क्रियासमविहारः अर्थः न भवति यदि जप इति अस्मिन् क्रियासम्भारे अर्थं भवति तत् न वक्तुं शक्नुमः न केवलं वृषं जपति इति वदामः पुनः पुनः जपति अस्तु तत्र जङ्गं योजयामः एतेषां सर्वेषां धातूनां प्रति क्रियासम्भारार्थं यङ् जाटल्यम् अस्ति इति महोदय उक्तवान् जञ्जप्यते इति पश्यति चेत् चञ्चूर्यते इति पश्यति जञ्जप्यते इति पश्यति चेत् वयम् अवगन्तुं शक्नुमः जञ्चूर्यते जञ्जप्यते एते तु विशिष्टदातवः सन्ति इति कृत्वा भावगर्हार्थे न तु पुनः पुण्य इति सूत्रे वक्तं न सूत्रे इति न दत्तमस्ति क्रियासंहारे न भवति हा तत् न दत्तमस्ति खलु अत्र अपरेषु अर्थेषु न भवति इति दत्तमस्ति खलु अस्तु तदेव कौटिल्यर्थे वा अन्य अर्थे वा न भवति इति अस्क्रियासंविहारे वा न भवति अस्तु अस्मिन्नेव इदानीं समीचीनं पुष्पा भगिनी पठति किं भगिनि चर्योगः भगिनि चर् योगः यङ् चर्चूर्य चञ्चूर्य क्षमिता चञ्चूर्य इति यङ्गन्तधातोः अर्थः निन्दितरूपेण चलनं चञ्चूर्य अस्तु गर्हितं चलति चञ्चूर्यते गर्हितं लुप्यति लोलुप्यते गर्हितं लुप्यते इत्युक्ते असमीचीनतया लुप्यति लोपः भवति लुप्यति इत्युक्ते सम्बडि इस् ब्रेकिङ्ग् समथिङ्ग् किन्तु असमीचीनतया करोति चेत् कर्तयति इति चिन्तयतु किन्तु असमीचीनतया सः लुम्पति चेत् पाककार्यार्थं तर्हि वयं लो लुप्यते इति वदामः तथा एव चरति इत्यस्य अपि चञ्चूर्यते इति यत्र वदामः तत्र तु असमीचीनतया गच्छति इति तर्हि यन् प्रत्ययः कुत्र भवति इति चेत् चतुर्णां सूत्राणां वार्तिकानां च मिलित्वा अर्थः एवम् अजादिधातुषु अट् ऋ अश् ऊर्णु इत्येभ्यः एव यन् भवति अत्र ई अजादि अस्ति तद् कार्यं न करोति यत्र अट् करोति वार्तिकं पठितम् आसीत् खलु अस्माभिः सूत्री सूत्री इति अनेन अस्तु अस्तु गत्यर्थकः प्रत्यर्थकः नास्ति भगिनि. अजादि सूति सूचि सूचि सूत्रि मूत्रि अट् तत्र अस्ति खलु. अट् अस्ति सूचि तद् पूर्णतया न अस्तु अस्तु इत्येभ्यः यङ् भवति. अवशिष्टेभ्यः अजादिधातुभ्यः न्यङ् न भवति, किन्तु एभ्यः दत्तेभ्यः कस्मिन् अर्थे भवति यङ् प्रत्ययः? अत्र अजादिधातुषु अटेर् अश् ऊर्णु इत्येभ्यः धातुभ्यः कस्मिन् अर्थे भवति? क्रियासमभिहारार्थे भवति. क्रियासमभिहार्थे अनन्तरम् अनन्तरम् एकनिमिषः. हलादिधातवः द्विविधाः, अनेका च एका च एव. अनेकाश् धातुषु केवलं सूचि सूत्रि मूत्रि एतेभ्यः त्रिभ्यः यङ् भवन्ति. कस्मिन् अर्थे भवति एतेभ्यः धातुभ्यः सूचि सूत्रि मूत्रि समभिहारेण? अवशिष्टेभ्यः हलादि अनेकाश् धातुभ्यः यङ् न भवति. सर्वे निजन्ताः सनन्ताः च धातवः अनेकाचः. एकनिमिषः. सर्वे निजन्ताः सनन्ताः च धातवः अनेकाचः. अतः दात्र धावतः या धातवः न धातवः अनेकाचः किं पृष्टमिति धावति इति अस्ति न तत्र गतस्ति गत्यर्थकः अस्ति तत् तद् तदेव अस्तु. अतः तेभ्यः यङ् न भवति. चुरादिगणे यावन्तः धातवः ते सर्वे अनेकाचः, अतः तेभ्यः अपि यङ् न भवति. अस्तु. दिधि बेवी दरिद्रा जागृ चकास् इत्यादिभ्यः अपि यङ् न भवति. वयं सामान्यतया निजन्तं कृत्वा प्रेरणार्थे निच् कृत्वा तदनन्तरं यङ् अपि योजयितुं शक्नुमः खलु, पुनः पुनः प्रेरयति इत्यर्थे. तथैव अनन्तं कृत्वा यत्र इच्छति इत्यर्थे, पिपासा अस्ति पिपासा इति अस्मिन् पिपठिष्यति पठितुम् इच्छति, पुनः पुनः पठितुम् इच्छति इत्यर्थे पुनः यङ् विधानं कर्तुं शक्यते. प्रथमं शक्यते स्म, किन्तु तथा न कर्तुं शक्नुमः. किमर्थं न कर्तुं शक्नुमः? अनेकाचः सन्ति इति कृत्वा वयं कर्तुं शक्नुमः. सामान्यतया वयम् एकं कृत्वा अन्यत् प्रतिमपि योजयितुं शक्नुमः, किन्तु अत्र तु न कर्तुं शक्नुमः. किमर्थम् इत्युक्ते एकाच इत्येव अस्माभिः यङ् विधानं भवति इति अस्ति. केवलं यदि वयं पुनः पुनः पठितुम् इच्छति इति वक्तुमिच्छामः चेत् तर्हि केवलं वृषं पठति इति वक्तुम् इच्छामः चेत् वृषं पठितुम् इच्छति इति वक्तुं तु वृषं पिपठिष्यति इति वदामः, तावदेव यङ् विधानं न भवति. अनन्तरं पुनः पुनः प्रेरयति कार्यानं चालयति इति वक्तुं तु पुनः पुनः चालयति इति वदामः, तावदेव यङ् विधानं न भवति. तथा एव चुरादिगणे धातवः अनेके धातवः सन्ति, यत्र अनेकाचः सन्ति. उदाहरणं कथ इति धातुः, गण इति धातुः, तत्र सर्वत्र तु स्वरद्वयम् अस्ति खलु. अनेकाच सन्ति इति कृत्वा तेभ्यः तु न भवति. अनन्तरं यथा उक्तमस्ति देवी वेवी दरिद्रा जागृ चकास् इति अनेकाचः सन्ति, तेभ्यः अपि न भवति. तर्हि केभ्यः अनेकाच् धातुभ्यः यङ् भवति इत्युक्ते त्रिभ्यः एव भवति, सूचि सूत्रि मूत्रि. अग्रे अग्रिमवाक्यमपि पठतु भगिनि. पट् वद् मुद् बुद् इत्यादिभ्यः सर्वेभ्यः एकाच् हलादिधातुभ्यः यङ् प्रत्ययः भवति. तत्तु एक हलादिदातवः सन्ति, विशिष्टदातवः न सन्ति इति कृत्वा हलादि एकाच् सन्ति इति कृत्वा यङ् भवति. एतावत्पर्यन्तं प्रश्नाः सन्ति किम्? यङन्तस्य धातुसंज्ञा धातुभ्यः यदा हि यङ् प्रत्ययः विधीयते तदा हि धातुसंज्ञा भवति. अनन्तरं यङ् लुकि सत्यपि सति अपि प्रत्ययलोपे प्रत्ययलक्षणेन धातुसंज्ञा तिष्ठति एव. धातुभ्यः यङ् प्रत्यय विधीयते तदपि सूत्रेण धातुसंज्ञा भवति. यङ् प्रत्ययस्य अनन्तरं नूतनदातुं प्राप्नुमः खलु. यङ् कृत्वा वयं केन सूत्रेण भवति नूतनधातुसंज्ञा? सनादि प्रत्ययः सनादिप्रत्ययः अस्ति सनाद्यन्तादातुः. अस्य तु नामस्य अतिदेशिकधातुः इति वदामः खलु. उपदेशिकधातुः न सन्ति सनादिदातवः. यङ्गपि तथा एव अस्ति सनादिदा औपदेशिकधातुः नास्ति किन्तु अतिदेशिकधातुः अस्ति. सनाद्यन्तादातवः इत्यनेन धातुसंज्ञा भवति. तदेव यङ्गन्त अपि धातुसंज्ञा भवति. समीचीनं. नूतनधातुः इति स्मर्तव्यं. यङ् योजनेन वयं नूतनधातुं प्राप्नुमः. तदनन्तरं पुनः तस्मात् प्राक् किं विधानं कस्य विधानं भवति? तिङन्त तिङ् प्रत्ययानां विधानं भवति. साधयित्वा अनन्तरं तिङ् इति योजयामः. तर्हि प्रथमं यङ् वा यङ् लुक् इत्यस्य यङ् इत्यस्य अङ्गकार्याणि भवन्ति. तदनन्तरं तिङ् प्रत्ययनिमित्तिकमपि अङ्गकार्याणि भवन्ति. यङ् लुक् विधानम् इति अस्ति. पुनः सनाद्यन्तदातवः गुप्ति जिकद्भ्यः जिकद्भ्यः सन् गुप्ति जिक्तभ्यः सन् इत्यस्य सन् इति आरभ्य कमेर्निङ् इत्यस्य निङ् इत्यन्तं द्वादशप्रत्ययाः येषाम् अन्ते भवन्ति तेषां धातुसंज्ञा स्यात्. सन्नादौ येषां ते सनादयः सनादयः अन्ते येषां ते सनाद्यन्ताः सनाद्यन्ताः प्रथमान्तं धातवः प्रथमान्तं त्रिपदनिधसूत्रं सूत्रं स्वयं सम्पूर्णं सनाद्यन्तदातवः. परिचितसूत्रमस्ति खलु. वयं तु पूर्वं पठ निश्चित्यस्मिन्नपि पठितवन्तः. प्रेरणार्थेन निश्चित्यस्मिन्नपि सनाद्यन्तः दातवः इति पठितवन्तः. अनेनैव सूत्रेण उदाहरणार्थं चालयत् यत्र अस्ति चल् धातुः अस्ति. निच् विधानेन प्रेरणार्थे निच् विधानेन चाली इति भवति. चाली इत्यस्य धातुसंज्ञा अस्ति इति कृत्वा सनाद्यन्ता दातवः इत्यनेनैव धातुसंज्ञा भवति. कारयति कारी इति नूतनधातुः. पाटि पाठयति पाटि इति नूतनधातुः. किन्तु भगिनी धातु सन् धातु प्रत्ययः एव सन् इति प्रत्ययः नूतनधातु सन् आदौ येषां ते सनादय सनाद अत्र किम् इत्युक्ते सनादयः इत्युक्ते सन् आदि दातवः इत्युक्ते सन् धातुः निच् धातुः निङ् धातुः एते आवलिः अस्ति खलु. आवलिः अस्ति खलु द्वादशधातूनां यत् आवलिः अस्ति तादृश आवलि आवल्यां ये दातवः सन्ति इति कृत्वा सनादिदातवः इति वदामः. द्वादश द्वादशधातूनाम् आवलिः अस्ति खलु. तादृश आवल्याः नाम अस्ति सनादयः इति. तत्र आवल्याम् आदौ सन्निति आगच्छति खलु, अस्माकम् आवल्यां प्रथम प्रत्ययः सन्निति अस्ति, तावदेव द्वादश सनाद्यन्तयुक्ते धातोः अन्ते यत्र सन् भवति, एते द्वादश प्रत्ययाः धातोः अनन्तरं विधीयन्ते खलु, धातोः परं विधीयन्ते, तदा यत्र अन्ते आयान्ति तदा तु नूतनधातुं प्राप्नुमः. दातवः सन्ति, सत्यं सनाद्यन्ताः एव दातवः इति सूत्रेण विधीयते. सनादिप्रत्याः येषाम् अन्ते विधीयन्ते ते तु अन्तर् भूत्वा अनन्तरं तेषां धातुसंज्ञा भवति सनाद्यन्ताः. अर्णा भगिनी एव कृपया पठतु भगिनि अग्रिममपि. न न भगिनी तु तावत् न पठितवती, वाक्यद्वयमेव पठितवती इति कृत्वा पुनः यङ् लुक् विधानं यङ्गोची च यङ् लुक् भवति अच् प्रत्यये परे च शब्देन, अच् प्रत्यय विना अपि यङ् लुक् भवति बहुलमिति शब्देन यङ् लुक् वैकल्पिकं, यङ् सत्यन्तम् अचि सत्यमन्तं च अव्ययं पदं त्रिपदमिदं सूत्रम् ङौ इत्यस्मात् लुक् इत्यस्य अनुवृत्तिः बहुलं छन्दसि इत्यस्मात् बहुलम् इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं यङ् लुक् अचि य बहुलं सूत्रमस्ति. यङ् लुक् केन सूत्रेण विधीयते चेत् यङ्गो अचि च यङ्गो चि च इति सूत्रेण, यङ् लुक् भवति निमित्तमस्ति अच् प्रत्ययपरे, छ शब्दमस्ति अच् प्रत्ययं विनापि यङ् लुक् भवति. किमर्थं भगिनि अत्र च शब्देन अच् प्रत्यये विना किञ्चित् अत्र पुनः बाहुल्यम् इति अत्र बहुलम् इति अत्र भवति, अस्माकं तु भ्रमः जायते एव. अत्र किम् उक्तमस्ति इत्युक्ते चिन्ता मास्तु भगिनि, अत्र यङ् लुक् भवति सामान्यतया यङ् लुक् भवति इति अस्ति, यङ् लुक् तु अचि अच् प्रत्यये परे भवति इति निर्दिष्टम् अस्ति यङ्गोचि सूत्रेण. यङ् लुक् अचि इति प्रथमं वाक्यम् अस्ति, अनन्तरं च बहुलम् इति दत्तमस्ति. इत्यनेन किं भवति, अच् विनापि अन्यत्रापि यङ् इत्यस्य लुक् भवितुम् अर्हति इति. केवलम् अच् प्रत्ययपरे एव यङ् इत्यस्य लुक् भवति इति तु नास्ति, बहुलमिति अनुवृत्तिः आगच्छति इति कृत्वा अत्र अत्र बहुलम् इति छन्दसि इति न दत्तमस्ति. पश्यतु अत्र अत्र तु बहुलं छन्दति इति सूत्रात् सामान्यतया छन्दसि एव बाहुल्यं भवति सामान्यतः. छन्दः इत्युक्ते वेदेषु वेदेषु तु सर्वे विधेयः विकल्प्यन्ते इति वयं वदामः बहुलं छन्दसि छन्दसि इति सूत्रेण. यत्किमपि विधिसूत्रं वा यत्किमपि स्वीकरोतु छन्दसि इत्युक्ते वेदेषु सर्वं तु विकल्प्यन्ते. यत्किमपि नियमः अस्ति तत्र तु वाट् एवर् रूल् कुड् वेद आल् रूल्स् एक्चुलि डिसप्पियर् इन् वेदाकृति अस्ति, वैकल्पिकम् अस्ति. किन्तु अत्र पश्यतु अत्र तु छन्दसि इति अनुवृत्तिः नास्ति, केवलं बहुलम् इति एव अस्ति. इत्युक्ते लौकिकभाषायामपि बहुलम् अस्ति, इत्युक्ते अच् प्रत्यये परे तु यङः लुक् भवति कृतिं भवति नित्यं भवति, अनन्तरम् अन्यत्रापि भवति इति पाणिनिना उक्तम्. इत्युक्ते पाणिनिना पूर्णतया अत्र उक्तम्, आवलिं न दत्तवान् अच् प्रत्यये परे लोपः भवति, अनन्तरं कुत्र कुत्र लोभः भवति इति पाणिनिः पूर्णतया न दत्तवान् न उक्तवान्, बहुलम् इति ग्रहणेन अनेकत्र भवति इति उक्तवान्. बहुलं प्राबब्लि द लिस्ट् इस् टु लाङ्ग् सो पाणिनि डिड् नाट् वाण्ट् टु क्रियेट् लैक् हण्ड्रेड्स् आफ् सूत्रास् फार् देट् रैट् सो हि जस्ट् रोट् बहुलं. Both in Loki, he didn't, we are not doing anuvritti of Chandasi because it is Bahulam in Laukika Bhasha as well, not just in... Yeah. तदेव तदर्थं च शब्देन अच् प्रत्यय विना अपि यङ् लुप् भवति. पठामि भगिनि. सिद्धान्तकौमुद्यां यङ्गौ यङ्गौ च प्रत्यये लुक् स्यात् यङः अन्यपि पठितुं पठतु भगिनि, नास्ति चिन्ता. एतदपि परिचयं पठित्वा अनन्तरं वदामि. लुक् स्यात् चकारार्थं विनापि बहुलं लुक् स्यात् आगच्छति खलु. अच् प्रत्यये परे लुक् स्यात् लुक् भवतु, अनन्तरं चकारग्रहणेन किम् अस्ति, चकारात् तं विनापि अच् प्रत्ययः नास्ति चेदपि लुक् स्यात् बहुलं लुक् स्यात् इत्युक्ते विकल्पेन तत्र अन्यत्र बहुत्र लुक् भवति इति. अनैमित्तिको अयमन्तरङ्गत्वात् आदौ भवति. अनैमित्तिकः अयम् अन्तरङ्गत्वात् आदौ भवति. अनैमित्तिकम् इत्युक्ते किम्? अचि प्रत्यये परे बहुलम् इति यत्र ग्रहणं भवति, यङः लुक् इति एव अस्ति. तत्र तु यत्र बहुलम् इति आयाति तत्र तु निमित्तमेव न उक्तमस्ति बहुलम् इत्यनेन. तर्हि अनैमित्तिकम् अस्ति, निमित्तमेव न उक्तमस्ति इति कृत्वा अन्तरङ्गसूत्रम् अस्ति इति स्मर्तव्यम् इति कृत्वा आदौ एव भवति. प्रथममेव यङोचि लुक् भवति, यङः लुक् तु प्रथममेव भवति इति. कार्यं कृत्वा लुक् भवति इति न भवति, प्रथममेव लुक् भवति, आदौ एव भवति इति. ततः प्रत्ययलक्षणेन यङ्गन्तत्वात् हि द्वित्वं भवति. अन्यसूत्रम् अस्ति येन यङ् यत्र भवति तत्र द्वित्वं भवति. तर्हि अस्माकं प्रश्नः उदेति, द्वित्वं भूत्वा यङ् लोपः भवति वा लुक् भवति वा, नो चेत् पूर्वमेव भवति वा इति प्रश्नः आयाति खलु. अत्र तु अनैमित्तिकं सूत्रमस्ति इति कृत्वा प्रथममेव यङ् लुक् भवति, तदनन्तरं प्रत्यलोपे प्रत्यलक्षणम् इति आगत्य द्वित्वकार्यं सर्वं कार्यं भवति, सर्वाणि कार्याणि भवन्ति. यङ् निमित्तिकं कार्यम् अनन्तरं भवन्ति. प्रथमं यङ् लुक् कर्तव्यं, तदनन्तरं अभ्यासकार्यम्. अभ्यासकार्यमपि धातुत्वलदादयः च शब्देन अच् प्रत्ययं विना अपि यङ् लुक् भवति. अनेन प्रश्नः उदेति यत् धातुत्वा लडादयः इत्यनेन कः अर्थः भगिनि? धातुसंज्ञा अस्ति इति कृत्वा लट् लट्लकारः लङ्लकारः इति सर्वम् आगच्छति खलु. धातुसंज्ञा अस्ति, ततः लट्लकार तिङन्तप्रत्यययोजनं भवति. अत्र धातुत्वात् न धातुत्वात् आम् तदेव भगिनी अपि पठितवती. अनेन प्रश्नः उदेति यत् तदपि पुनः पठतु भगिनि. किं भगिनि? च शब्देन धातुत्वात् लडादयः. धातुत्वात् लदादयः च शब्देन अच् प्रत्ययं विना अपि यङ् लुक् भवति. अनेन प्रश्नः उदेति यत् अचि अच् प्रत्यये परे इति दलस्य किं प्रयोजनम्? अच् प्रययस्य अस्मिन् सूत्रे निर्देशः निरर्थको वा? अच् प्रत्ययस्य सूत्रे अच् प्रत्ययः प्रत्ययस्य अस्मिन् सूत्रे निवेशः निरर्थकः वा इति प्रश्नः अस्ति. अचि इति किमर्थं दत्तं? दलस्य किमर्थं भगिनि? यङ् लुक् तु बहुलम् इति वदति चेत् सर्वत्र बहुलम् अस्ति खलु, अनेकत्र भवति इत्यस्मिन्नेव अच्चपि गृहीतं भवतु. किमर्थं पृथक्तया अच् इति दत्तमस्ति? तर्हि एवं जनाः चिन्तयन्तुं शक्नुवन्ति खलु पदस्य को अर्थः, किमर्थं तत्र पाणिनिः अच् प्रत्ययस्य किमर्थं तत्र उल्लिखितवान् इति, अचि इति किमर्थम् उल्लिखितवान्? केवलं यङ् लुक् बहुलम् इति वदति चेत् पर्याप्तं खलु? किमर्थं तत्र अचि इति पुनः किमर्थं तत्र उक्तवान् इति प्रश्नः अस्ति. तर्हि अच् प्रत्यये परे यङः लुक् नित्यम् इति कोऽपि एवं चिन्तयन्ति खलु? वाट् मै मै थिङ्क् बिकास् हि रोट् अच् वि मै थिङ्क् if ach comes afterwards then yang look nityam, but we might misread bahulam as vaikalpikam. Bahulam does not mean vaikalpikam here in this case. That's what they're trying to tell you. When it comes to yang, when it comes to ach pratyaya, yang always becomes a lopaha, but if it is some other pratyaya it becomes vaikalpikam. It is probably there are two pakshadvayam bhavati kalu. तादृशं वयं चिन्तयितुं शक्नुमः, ऊहां कुर्यात्, किन्तु तद् दोषाय. दट् इस् नाट् वाट् इस् इण्टेण्डेड् हियर् इति वदति सिद्धान्तकौमुदी. यतोहि अच् प्रत्यये परे यङ् वैकल्पिकम्, अच् प्रत्यये परे अपि यङ् वैकल्पिकमेव अस्ति. डजन्ट् हेपन् आल् द टैम्. कदाचित् बहुलं भवति इत्येव अस्ति, अचि च बहुलम् इति अस्ति. अतः नित्यत्वम् अस्य निवेशस्य कारणं न. नित्यत्वम् इति अत्र यत्र किमर्थम् अचि इति उक्तवान्, नित्यत्वात् अचि इति न उक्तवान् अत्र. अपि तु अस्य अच् प्रत्ययस्य निवेशस्य फलं न धातुलोपः आर्धधातुके इति सूत्रे इति दत्तमस्ति. अत्र वयम् अग्रे पठामः चेत् वयं प्रायः अवगच्छामः. अस्य सूत्रस्य तु अचि इति न आवश्यकता एव नास्ति. नित्यत्वात् अत्र अचीति न उक्तवान् इति अत्र विवृतमस्ति. अवगमनार्थं भगिनि, अच् प्रत्यये परे नित्यं भवति अस्यापि विकल्पेन विकल्पः भिन्नः, बहुलं भिन्नः इति स्मर्तव्यम्. अचि च बहुलम् इत्यनेन अविकल्पिक वैकल्पिकः, अचि अपि वैकल्पिकः एव इति इत्युक्ते लोपः वैकल्पिकम् इत्युक्ते किम्? अचि परे विकल्पेन लोपः भवति, विकल्पेन तिष्ठति. यङ् लुक् सर्वत्र, वयं तु यङन्ताः अपि सन्ति, यङ् लुगन्ताः अपि सन्ति खलु. वि हव् यङन्ताः वेर् विकल्पेन यङ् तिष्ठति, पक्षद्वयं भवति. सो वि हाव् ग्रूपम् वेर् यङ् स्टेस् बिहैण्ड् and we also have the rupam where yang gets lopah lupyate luk bhavati. So we have yangantah, we also have yang lugantah. Yes, so even in ach it is vaikalpikam asti. Here that means cha is given, the cha is given because we want to say yang also elides luk bhavati in other cases as well iti vaktum mayam cha grahitam bhavati. But why have we given achi iti kimartam ko krutavan panini hi kevalam yang luk bahulam iti paryaptam nanu iti prashne sati tasya kimartam tatra niveshah asti achi iti asya phalam tu niveshasya phalam anna dhatu lopah ardh dhatu ke iti sutre asti iti dhatavan. Kintu bhagini yang luk achi iti vayam दृष्टवन्तः, तत्र च तस्य अर्थं दत्तति न केवलम् अचि, किन्तु अचि विहाय अन्ये पदानि अपि तत्र भवितुं शक्नोति, यत् लुक् भवति साधु बहुलमिति विकल्पेन क्वचित् प्रवृत्ति क्वचित् निवृत्तिः इति तादृश. किन्तु विकल्पः इति तु विकल्पिकः इति बहुलस्य अर्थः भवति. अत्र तु अचि अपि विकल्पेः विकल्पेन लोभः भवति. इत्युक्ते विल् हाव् टु रूपं, वन् वित् यङ् अण्ड् अनदर् वन् वितौट् यङ्ग्, इवन् इन् अचि. अत्र पुनः अत्र धातुलोपः महोदय कियत्पर्यन्तं कृतवान्? महोदय धातुलोपः किन्तु शीघ्रं विद्याभगिन्याम् उक्तवान्, सा पठितवती अपि साधितवती यथा प्रिय धातु आदत्त धातुके अपि तस्य उदाहरणं प्रक्रिया एवं तदपि कृतं सा पुनः आगामिसप्ताहे कियत्पर्यन्तं किन्तु कियत्पर्यन्तं कृतवान् यथा इति परिच्छेदं प्रति अन्तिमं प्रति प्रख्यान कृतवन्तः यथा कुत्र द्वे परिच्छेदं अन्यं धातु लोप आदुधातुके इति सूत्रम् अपि अन्य यथा इति यत् उदाहरणं परिच्छेदद्वयं कृतवन्तः अस्तु पठामः तर्हि हेमा भगिनी अपि अस्ति हेमा भगिनी पठति वा भगिनि अत्र न धातुलोपः अर्धदातु भगिनी क्षम्यताम् अहं महानसे अस्मि अपि च करपुत्रं पुरस्तः नास्ति भगिनि अहं श्रोष्यामि इदानीमेव आगतवती क्षम्यतां भगिनि भगिनी पठितवती किं सरला भगिनी अस्तु न धातु लोप अर्धधातुके धात्व अंशलोपनिमित्ते अर्धधातुके परे एको इको गुणवृद्धिः न स्तः धातोः कस्यचित् अंशस्य कस्मिंश्चित् अर्धधातुकप्रत्ययस्य विषये लोपो भवति चेत् तस्य धातोः इक् वर्णस्य तस्मिन् अर्धधातुकप्रत्ययस्य विषये गुणवृद्धिः न भवतः धातुलोपशब्दे धातु इति भागेन धात्व अंशस्य ग्रहणम् अतः धातुलोप इत्युक्ते धात्व अंशलोपः धातुं लोपयति इति धातुलोपः तस्मिन् धातुलोपे न अव्ययं धातुलोपे सप्तम्यन्तम् अर्धधातुके सप्तम्यन्तम् इको गुणवृद्धि इत्यस्य सम्पूर्णरीत्या अनुवृत्तिसहितसूत्रं धातुलोपे अर्धधातुके इकः गुणवृद्धि नः अस्ति धातु अंशलोपनिमित्ते न धातुलोपे निमित्ते अर्धधातुके परे इको गुणवृद्धि न स्तः यत्र धातु अंशलोप लोपं जातः यथा यङ् लोगन्तधातुमि यङ् इति तस्य लोप जातः तस्य अर्धधातुके परे इति तादृश अर्धधातुक अर्धधातुकपरि प्रत्ययः अस्ति तत्र एकवर्णः यदि अस्ति तस्य गुण वा वृद्धिः न भवति निषेधकसूत्रमस्ति धातुलोप यदि उदाहरणं पठामः लूच्छेदने इति धातुः पुनः पुनः लुनाति इति अर्थः धातोरो एकाचे हलादि क्रियासंहारे यङ् इत्यनेन यङ् प्रत्ययः भवति तेन लोलूय इति आतिदेशकधातुः सिद्ध्यति यदा लति लोलूयते लोलूयते पुनः पुनः लुनाति इत्यर्थः तदा य लोलूयते सः इति अर्थे लोलूय धातोः नन्दी ग्रही प्रचादभ्यो ल्युणिन्यच इत्यनेन अच् प्रत्ययः विधीयते येन लोलु इति प्रातिपदिकं सिद्ध्यति यः पुनः पुनः लुनाति स लोलूयते सः लोलुवः इति भवति लून् इति धातुः अस्ति यदि तस्य पुनः पुनः इति क्रियासंभारे विवक्षा अस्ति तो अतः यङ् धातु यङ् प्रत्यय विधीयते धातोः एकाचे हलादे क्रियासंहारे यङ् इति सूत्रेण कारणक लून् एकाच् अस्ति ऊकार अपि हलादे अस्ति विवक्षा क्रियासंहारे अस्ति तो तस्य रूपम् आगच्छति लोलूय यदि लोलूय इति आतिदेशकधातुः अस्ति इत्यस्य लोलूय इति यदि लोलूय योगे इदानीं नूतनधातुः अस्ति तस्य क्रियापदं लोलूयते आत्मनेपदे सर्वे भवति यङ् लुगन्तधातोः प्रति आत्मनेपदि सिद्धिङ् प्रत्ययोजयामः सो लठि लोलूय योगते लोलूयते इति अस्ति पुनः लुनाति इत्यर्थः भवति लोलूयते इति पुनः पुनः लुनाति इति लोलूय धातोः पुन् लोलूयते इति इदानीं यकारस्य अहं न अवगतवती कथं तस्य प्रातिपदिकम् इति निर्माणम् अस्ति वा? अच् धातु अस्ति प्रत्यय कथं योजनीयं, कारणं किम् अस्ति अच् प्रत्ययस्य योजनेषु विधानस्य योजनं किम् अस्ति? अच् प्रत्ययः तु कृदन्तम् अस्ति खलु, प्रातिपदिकं योजनं, प्रातिपदिकं वयं निर्माणं तत्र कटिङ्ग् एव्रि यु नो कटिङ्ग् वेरि आफन् इस् कटिङ्ग् मूर् इति अर्थे अस्ति. तत्र पचादिगणीयधातुः इति कृत्वा तत्र नन्दिग्रह पचादिभ्यो निनिङ् इति कृत्वा तत्र लोलु ऐ मीन् तदर्थमेव तत्र आगच्छति किल. किन्तु तत्र न सूत्रे केवलं नन्दी ग्रह इति उक्तं, तर्हि नन्द तस्य तु नास्ति, अतः पचादिगणे एव भवति इति. अतः यत्र यत्र नन्द ग्रह अपि पचादिगणीयधातवः सन्ति तत्र तत्र अच् प्रत्ययः विधीयते इति. किन्तु वयम् अपि दृष्टवन्तः यदि समासः अस्ति तत्रापि अच् प्रत्ययः विद्यते तद्वत् समासः, यदि तत्र अच् प्रत्ययः विद्यते शरादिगणे इति प्रायः भिन्न भिन्नसूत्रेण तत्र अच् प्रत्ययः स्यात् अपि च प्रायः अच् प्रत्ययः द्वे अपि भवितुम् अर्हति किल, तत्रापि द्रष्टव्यं तर्हि. अस्तु, तादृशमपि भवितुमर्हति इति चिन्तयामि. किन्तु तत्र इदानीं यकार च लोलूय इति, तस्य यकार कथं लुक् भवति? किम् इत्युक्ते तस्मात् पूर्वं प्रक्रिया तु वयम् अनन्तरं पश्यामः भगिनि, केवलम् अर्थम् अवगच्छामः, आशयः कः इति अवगच्छामः तस्मिन्, अनन्तरं प्रक्रिया तु अग्रे आयाति. एकवारं योजयित्वा वयं निष्कासनं न कुर्मः. लोलूयते इति सामान्यरूपं भवति खलु, पुनः पुनः किम् अस्ति प्रातिपदिकं निर्माणम् अस्ति, प्रातिपदिकनिर्माणम् अस्ति तत्र. किम् अस्ति लोलु, लोलु इति अस्ति खलु, लु धातोः अत्र पुनः पुनः लुनाति इति अर्थे वयं प्रातिपदिकं निर्माणं कुर्मः. तर्हि यः लोलूयते, पर्सन् हू इस् कटिङ्ग् आफन् इति कृत्वा लोलुवः इति तस्य नामम् अस्ति, नाम अस्ति, विशेषणं रूपेण आगच्छति खलु, यः लोलूयते लोलुवः इति, तस्य निर्माणं वयम् अग्रे कुर्मः. लोलूय इति नूतनधातुः न वा, सनाद्यन्तधातुः? लोलूय अधुना तु वयं लोलूय इत्यस्मिन् चर्चा नास्ति भगिनि, वयं लोलुवः इति निर्माणं कुर्मः. किमर्थं यङः यङोचिन्त्य इत्यस्मिन् केवलं यङः लुक् बहुलम् इति वदनेन एव अच् ग्रहणमपि भवति खलु, किमर्थम् अचि इति पृथक्तया पाणिनिना उक्तम् इति प्रश्नः अस्ति. किन्तु महोदय द्रष्टुम् इच्छति आर्धधातुके इति परे गुणवृद्धिः न भवति, कुत्र अस्ति अत्र गुणवृद्धिः न भवति? तदपि अग्रे पश्यामः भगिनि. अत्र तु सूत्रे धातुलोपः आर्धधातुके इत्यस्मिन् सूत्रे किं वदति इत्युक्ते, तस्य सूत्रस्य अर्थः एवम् अस्ति, आर्धधातुके प्रत्यये परे यदि कस्यचित् अपि धातोः कस्यचित् अपि भागस्य लोपः भवति, लोपं कारयति आर्धधातुकप्रत्ययः, अवगच्छति वा, अन्तिमभागस्य वा लोपं कारयति, तदनन्तरं किमपि अन्यत् सूत्रम् आगत्य गुणं वा वृद्धिकार्यं वा प्रेरयति, कर्तुं प्रसक्तिः प्रायः स्यात्, किन्तु प्राप्तिः न भवति अनेन सूत्रेण, दीर्घत्वं वा वृद्धिः वा न भवति. यदि एकवारं तत्र धातोः लोपः कस्मिंश्चित् भागस्य लोपः लोपं कारयति अर्धधातुकप्रत्ययः, तर्हि तदनन्तरं वृद्धिकार्यं वा गुणकार्यं वा तस्य धातोः न भवति इति. अत्र अर्धधातुके परे यं धातु अग्रे वयं प्रक्रिया वयं पश्यामः, तत्र वयं द्रष्टुं शक्नुमः. धातुः अंश लोप्यते अहं न अवगच्छामि किं लुप्यते धातुः अच् अपि लू छेदने अस्ति तत्र कोऽपि लुप् नास्ति साधु अत्र किम् अस्ति अत्र एव भगिनी पश्यति चेत् एङो चीच इति सूत्रम् अस्ति अचि प्रत्यये परे यङः लुक् भवति इति प्रक्रिया पश्यामः चेत् लो लु यङ् प्लस् अच्यति अस्ति अत्र तु अच्यति प्रत्ययः आर्धातुकप्रत्ययः अस्ति अनन्तरं यङः अधुना यङ् यङ् इति धातोः भागम् अस्ति खलु नूतनधातोः भागम् अस्ति तर्हि यङ् प्रत्ययस्य लोपं कारयति धातोः भागम् उच्यते खलु तर्हि यङ् इत्यस्य भवति तदा तु अच् प्रत्ययः कीदृश अच् प्रत्ययः आर्धकधातुः प्रत्ययः यद् धातुलोपं कारयति खलु तादृश आर्धधातुकप्रत्ययः अस्ति अधुना अस्माभिः लू इति पूर्वम् अच् इत्यस्मात् यत्र यङ् इत्यस्य लोपस्य अनन्तरं लू इति अस्ति खलु तस्मात् पूर्वं लू इत्यस्य वृद्धि वा गुणकार्यं वा भवितुम् अर्हति वा इति सार्वधातुक आर्धधातुकयोः इत्यनेन गुणकार्यं प्रसक्तिः अस्ति प्राप्तिः न भवति यद्यपि सूत्रम् आगत्य कार्यं कर्तुम् इच्छति तथापि न भवति किमर्थम् इत्युक्ते न धातुलोपः आर्धधातुके इति सूत्रम् उक्तवान् अटमेटिको अर्धर अत्र अस्ति आदौ इति यङ् इति विधानं भवति तस्य प्रत्य लोपः भवति यङ् इत्यस्य तदनन्तरं अभ्यासकार्यं भवति उक्तवान् अस्तु तर्हि अनन्तरं पश्य अग्रिमसप्ताहे पश्यामः अग्रिमसप्ताहे पुनः आगच्छति धन्यवादः महोदय धन्यवादः शुभरात्रि धन्यवादः